नमस्कारः. अस्माकं पाणिनीयव्याकरणवर्गे प्रवर्तमानः विषयः अस्ति चुरादिगणः इति. गतसप्ताहे अस्य गणस्य परिचयं प्राप्तवन्तः. चुरादिगणे परिगणितेभ्यः धातुभ्यः स्वार्थे निच् प्रत्ययः विधीयते. तद् सर्वदा स्मर्तव्यं, स्वार्थे एव निच् प्रत्ययः चुरादिगणे विधीयते इति. तत्र किमपि अर्थभेदः किमपि नास्ति, अर्थपोषणार्थम् एव निच् प्रत्ययः विधीयते तत्र. येन यदा निच् प्रत्ययः विधीयते तेन नूतनधातुः उत्पद्यते सनाद्यन्ता दातवः इति सूत्रेण. तत्र धातुसंज्ञा विधीयते इति तावत्पर्यन्तं वयं दृष्टवन्तः. सनाद्यन्ता दातवः इति सूत्रपर्यन्तं वयं दृष्टवन्तः. इदानीम् अग्रे पठामः. तत्र एतदपि स्मर्तव्यं, तत्र सोपानत्रयमस्ति चुरादिगणे तिङन्तरूपस्य साधनार्थं. धातुः निच्प्रत्ययः, तत्र धातुः निच्प्रत्ययः योजनेन निजन्तधातुः, तदेव अस्माकं नूतनधातुः, तद् उत्पद्यते. अनन्तरं शप् इति विकरणप्रत्ययः योजनेन अङ्गं सिद्ध्यति. अनन्तरम् अङ्गं तिङ् प्रत्ययोः योजनेन यदा वयं भुवादिगणे दृष्टवन्तः तादृशमेव अत्र तिङन्तरूपं साधनीयं. यथा तत्र प्रथमसोपानं बहु मुख्यम् अस्ति. यदा निच् प्रत्ययः योजयामः तत्र निजन्तधातुः उत्पद्यते इति. इदानीम् अग्रे पठामः. नमस्ते भगिनी. नास्ति चिन्ता महोदय, स्वागतम्. नमस्कारः भगिनी, इति अस्मि. आं स्वागतं भगिनी, नमस्ते. अस्तु, श्रीवल्ली भगिनी, तत्र सनाद्यन्ता दातवः इति सूत्रस्य अनन्तरम् एषु द्वादशसु तत् आरभ्य पठति वा? आं भगिनि. येषु द्वादशसु प्रत्ययेषु अन्यतमः निच् एव, अतः निच् प्रत्ययस्य संयोजनेन छोरि, पाठि, लेखि इत्यादयः यावन्तः धातवः शिष्टाः ते सर्वे सनाद्यन्ता धातवः इति सूत्रेण धातुसंज्ञकाः. एते च आदिदेशकधातवः, औपदेशकधातवः उपद्विसहस्रम् ते भुवादयो धातवः इति सूत्रेण धातुसंज्ञकाः भवन्ति. सनादि सदानि प्रत्यय द्वादशप्रत्ययाः सन्ति. येषु द्वादशसु प्रत्ययेषु निच्येव निच् प्रत्ययस्य संयोजनेन रूपं चोरि, पाठि, लेखि इत्यादयः एवन्तः धातवः सृष्टाः. ये धातवः धातुसंज्ञकाः भवति सनाद्यन्ता धातवः इति सूत्रेण. सनाद्यन्ता धातवः ये धातवः आतिदेशकदातवः, औपदेशिकदातवः उपद्विसहस्रं, नियर्लि 2000. औपदेशिकदातवः ते भुवादयः दातवः इति सूत्रेण धातुसंज्ञकाः भवन्ति. समीचीनं. तत्र अन्यतमः इत्युक्ते किम् इति अवगतवती वा भगिनि? वन् आफ् मेनि इति वदामः किल, द्वादशेषु प्रत्ययेषु वन् आफ् निश्चयेव निच् अन्यतमः निश्चयेव वन् आफ् मेनि निच् प्रत्ययः. अनन्तरं तत्र यदा औपदेशिकदातवः भूवादयो दातवः इति सूत्रेण तत्र तत्तु वयं जानीमः धातुसंज्ञा विधीयते. तत्र भू इति अस्ति, तदेव अस्माकं भुवादिगणस्य प्रथम धातुः भवति इति. भू वा इति अस्ति किल, तद् अस्माकं द्वितीयगणः सूचयति. वाति तु ब्लो इति अर्थे आगच्छति, तद् अस्माकं द्वितीयगणं सूचयति. भुवादयः आदयः आदि एक्सेट्रा दातवः इति. तदेव तदा सनाद्यन्तदातवः इति सूत्रेण धातुसंज्ञा विधीयते, तदेव अस्माकम् आतिदेशिकधातुः इत्युक्ते नूतनधातुः. औपदेशिकधातुः एव अस्माकम् उपदेश अवस्थायां मूलरूपे रूपं यद् पाणिनिना कृतं तादृशधातुः एव भुवादयो दातवः. न केवलं पाणिनिना, यद् कात्यायनः पतञ्जलिः ते अपि उक्तं तत् सर्वं भुवादयो दातवः इत्यस्मिन् इत्युक्ते उपदेशिक अवस्थायां तद् तदपि एकः मुख्यबिन्दुः अस्ति, न केवलं पाणिनिना कृतम् इति. अस्तु भगिनि, औपदेशिकधातुः दातवः इति पठतु भगिनि. औपदेशिकधातवः पाणिनीयधातुपाठे 1943 दातवः उपदिष्टाः सन्ति. उपदिष्टाः धातवः अतः एते औपदेशिकधातवः. येषां धातूनां धातुसंज्ञा भवति भूवादयो धातवः इति सूत्रेण. पाणिनीयधातुपाठे 1943 उपदिष्टाः तदेव उपदेश अवस्थायाम् इति उपदेशावाय किल सन्ति एते औपदेशिकदातवः. आतिदेशिकदातवः शलिपृषि अग्रेसराम् आतिदेशिकधातवः उपरितनान् पाणिनीयधातुपाठे पठितान् धातून् पर्जयित्वा इतोपि असङ्ख्याः धातवः सन्ति. एते धातवः धातुपाठे न सन्ति अपि तु अस्माभिः निर्मिताः, यथा गन्तुम् इच्छति जिगमिष्यति इति सनन्तरूपं प्रायः श्रुतम्. अत्र जिगमिषा इति धातुः अस्ति, स च जिगमिषधातुः पाणिनीयधातुपाठे नास्ति. गम् धातुः धातुपाठे अस्ति. अयं गम् धातुः भूवादयो धातवः इति सूत्रेण धातुसंज्ञकः. तदा सन् प्रत्ययं योजयामः चेत् नूतनधातुः जिगमिषा सृष्टः अस्माभिः. अयं धातुः सनाद्यन्ता धातवः इति सूत्रेण धातुसंज्ञकः. एवमेव द्वादशप्रत्ययाः सन्ति, येषां योजनेन नूतनां धातवः सृष्टाः भवन्ति. आं भगिनि, पाणिनीयधातुपाठे पठितान् धातून् वर्जयित्वा अन्य असङ्ख्याः धातवः सन्ति. ये धातवः धातुपाठे न सन्ति अपि तु अस्माभिः निर्मिताः, ये द्वादशप्रत्ययाः सन्ति, येषां योजनेन नूतनाः धातवः सृष्टाः भवन्ति. सनादि असङ्ख्याः इत्युक्ते किं भगिनि? इन्न्यूमरबल् मिनि मिनि यत् सङ्ख्यायां नास्ति, गणितं नास्ति. गणितं नास्ति. उदाहरणम् अत्र न किञ्चित् भ्रमः अस्ति. तत्र चुरादिगणे ये दातवः सन्ति तत्र णिच् प्रत्यये योजयामः चेत् चुरादिगणे दातु एव इति परिगण्यते खलु? तत्र अपि च इदानीं भुवादिगणस्य ये दातवः सन्ति तत्र योजयामः चेत् तत्र कुत्र भवति? तत् चुरादिगणे भवति वा अथवा मार्दधातुक किमपि अन्य गणीय गणेश न भवन्ति, अन्तर्गत न भवन्ति वा इति न भवति? तत्र तु यदा विशेषदातवः सन्ति, यदा वयम् अत्र तनादिगणे दिवादिगणे दृष्टवन्तः, तादृशम् अस्ति चेदेव चुरादिगणे तस्य गणना भवति. अथवा यदा निजन्त गमयति इत्युक्ते अस्माकम् आर्धधातुकप्रक्रिया. अतः सर्वत्र औत्सर्गिकरूपेण तत् कर्तरिषप् इति एव आगच्छति. सनातनधातवः सर्वत्र सनातनधातवः कर्तरिषप् एव करणप्रत्यये भवति वा? तदा यदा तिङ् योजयामः, यदा जिगमिष्यति इत्यत्र तिङ् एव योजयामः, तत्र कर्तरिषप् एव आगच्छति प्रथम. यद्यपि कुत्रापि भवतु, कस्यापि गणे भवतु, तत्र धातुः अस्ति, तद् यदा वयं सन् प्रत्ययोजयामः तत् अपि च तिङ् तिङन्तरूपं साधयामः तत्र शप् एव भवति खलु भवति शप् एव भवति किल अन्यत् अन्यत् सुदादिगणीयधातुः अस्ति इदानीं सुदादिगणीयधातुः अस्ति तत्र तत् स्वीकृत्य अहं निच् प्रत्यये योजामः चेत् तत्र सुदादिगणीयविकरणप्रत्ययः न भवति कर्तरि शप् एव भवति वा तदा कर्तरि शप् एव भवति किमर्थम् इत्युक्ते तिङ् एव योजयामः तत्र कर्त्रार्थे सार्वधातुकप्रत्यये परे शप् एव विहितः भवति भिन्न किमपि न आगच्छति तत्रापि तत्र यदा वयम् अस्माकं गम् इति धातुः स्वीकुर्मः तत्र प्रेरणार्थे साधनीयं चेत् तत्र निच् तु द्विवारम् आगच्छति न न न क्षम्यतां चुर् इति धातुः चुर् इति धातुः चुर् इति धातुः स्वीकुर्मः चुरादिगणीयधातुः तत्र निच् द्विवारम् आगच्छति तत्र अस्माकम् अभिन्नसूत्रेण एक द्वितीय निच् इत्यस्य लोपः भवति नेरणिटि इति नेरणिटि अस्तु चुरादिगणीयधातुः विषये अन्यगणेषु नास्ति चुरादिगणीयधातुः एव प्रेरणार्थे अपि भवितुम् अर्हति स्वार्थे अपि भवितुम् अर्हति यदा चोरयति मम कृते अहं चोरयामि अन्येषां कृते अहं चोरकार्यं करोमि चेत् तत्रापि चोरयति इत्येव रूपम् आगच्छति किल तत्र तादृशसन्दर्भेषु निच् द्विवारम् आगच्छति प्रायः अस्मिन् करपत्रे नास्ति इति चिन्तयामि नेरनिटि आगच्छति वा पश्यामः प्रायः अग्रिमकरपत्रे अस्ति इति विशेषता तर्हि चुरादिगणे एव तत्र स्वार्थे अपि च स्वार्थे प्रेरणार्थे भवति स्वार्थे प्रेरणार्थे अन्येषु अन्यस्मिन् गणार्थे केवलं प्रेरणार्थे चुरादिगणे आम् सत्यं चुरादिगणे एव तत्र विभजनद्वयं स्वार्थे प्रेरणार्थे इति भवितुम् अर्हति अन्येषु गणेषु केवलं प्रेरणार्थे एव भवति यदा किञ्चित् विकल्पः अस्ति चेत् अत्र स्थापनीयं गणना यदा वयं तत्रापि दृष्टवन्तः किल दिवादिगणे अपि केचन भुवादिगणीयधातुः भुवादिगणे केचन दिवादिगणीयधातुः विशेषरूपेण स्थापितमस्ति किल तादृशं भवति चेत् आगच्छति अस्तु अस्तु भगिनि क्षम्यतां भगिनि अहम् अरुणा अहं शृणोमि एव न तु अस्तु अस्तु भगिनि नास्ति चिन्ता शृणोतु भगिनि आं भगिनि श्रीवल्ली भगिनि उदाहरणम् आम् उदाहरणं गन्तुम् इच्छति जिगमिषति इति गम् धातोः निच् सनन्तरूपं प्रायः श्रुतम् अत्र जिगमिषा इति धातुः अस्ति स च जिगमिषा धातुः पाणिनीयधातुपाठे नास्ति गम् धातुः धातुपाठे अस्ति अयं गम् धातुः भूवादयो दातवः इति सूत्रेण धातुसंज्ञकः भवति तदा सन्प्रत्ययं योजयामि चेत् नूतनधातुः जिगमिषा अस्माभिः सृष्टः अयं धातुः सनाद्यन्ता दातवः इति सूत्रेण धातुसंज्ञकः भवति एवमेव द्वादशप्रत्ययाः सन्ति येषां योजनेन नूतनाः धातवः सृष्टाः भवन्ति तत्र अस्माभिः सृष्टाः इति कीदृशप्रयोगः भगिनि कर्मणि अस्माभिः सृष्टः सृष्टः तान्तरूपं सृष्टः सृष्टः अतः द्वादशप्रत्ययः यदा योजयामः चेत् सर्वदा तत्र नूतनधातुः एव प्रथमं भवति अनन्तरमेव अस्माकं तृतीयसोपानस्य कार्यं भवति यत्किमपि धातुः भवतु अस्मिन् द्वादशप्रत्ययेषु यत्किमपि प्रत्ययः योजयामः तादृशक्रमः एव केषुचित् स्थलेषु भिन्नकार्याणि अपि भवितुमर्हति यदा प्रातिपदिकं योजयामः चेत् प्रायः तत्र भिन्नकार्याणि अपि भवितुम् अर्हति, परन्तु साधारणतया सामान्य एतदेव सोपानमस्ति. अस्माकं निच् अपि अस्मिन् अन्तर्भूतः अस्ति, द्वादशेषु निच् इति अन्यतमः. तदेव अस्य परिच्छेदस्य विवरणं. धन्यवादः भगिनी. महोदय, रघुपतिमहोदय पठति वा? आम् आं भगिनि, एकनिमिष. चुरादिगणे ततः खलु, चुरादिगणे चुरादिगणे निच् प्रत्ययः स्वार्थे अस्ति, इत्युक्ते धातोः एव अर्थपोषणं करोति. अत्र निच् प्रत्ययस्य पृथक्तया कोऽपि अर्थः नास्ति. प्रेरणार्थे निच् इति भिन्नविषयः, चुरादिगणे एतादृशार्थः नास्ति एव. चुरादिगणे धातुतः यं कमपि प्रत्ययं संयोजयितुम् इच्छति, विकरणं भवतु वा आर्तधातुकृत् भवतु, तस्मात् पूर्वं निच् विधीयते. निच् प्रत्यये चुटु इत्यनेन नकारस्य इत्संज्ञा, हलन्त्यम् इत्यनेन चकारस्य इत्संज्ञा, तस्य लोप इत्यनेन तयोः लोपश्च इति अवशिष्यते. निच् प्रत्ययः धातुभ्यः विहितः, अपि च तिङ्क्षित् भिन्नः, अतः आर्धातुकः शेषः इत्यनेन अयं निच् प्रत्ययः आर्धातुकः न तु सार्वधातुकः. इत्थं च निच् प्रत्ययः कीदृशः इति चेत् निच्च आर्धातुकञ्च यत्किमपि कार्यं क्रियते निच् प्रत्ययं निमित्तीकृत्य अस्य एव लक्षणस्य बलात् क्रियते नित् आर्धधातुकम्. अस्तु, चुरादिगणे निच् प्रत्ययः स्वार्थे अस्ति, प्रेरणार्थे चुरादिगणे प्रेरणार्थे नित् इति नास्ति एव वा? अहं न जानामि किम् तस्य अर्थः कः इति. भिन्नविषयः इति एव. तादृशादिगणे तादृशार्थः नास्ति. अस्तु अस्तु, निच् प्रत्ययः स्वार्थे अस्ति इत्युक्ते धातोः एव अर्थपोषणं, केवलम् अर्थपोषणं करोति. अतः चुरादिगणे धातुतः यं किमपि प्रत्ययं संयोजम् इच्छति, विकरणप्रत्ययं वा अर्धातुकं भवतु वा, तस्मात् पूर्वम्. अस्तु, चुरादिगणे ये धातवः सन्ति तेषां विकरणप्रत्यय अथवा अन्यप्रत्ययं यदि योजयामः तदा तत्पूर्वं, तस्मात् पूर्वं निच् प्रत्ययः भवति एव, विधीयते एव. निच् अत्र निच् इति अस्ति, तत्र इ एव अवशिष्यते, नकारस्य अपि च चकारस्य लोपः भवति, लोपः भवति इत्संज्ञकसूत्राणां बलेन. चुटु अपि च हलन्त्यमिति तस्य लोपः, एतेषां सूत्रे सूत्राणां बलेन तयोः तेषां लोपः भवति, इ इति एव अवशिष्यते इति. इदानीं निच् इति अस्ति, तत् तिङ् न अपि नास्ति, षित् अपि नास्ति, अतः तिङ्क्षित् सार्वधातुकम् इति सूत्रमस्ति, आर्धातुकं शेष इति अन्यसूत्रमस्ति, अतः एतत् तिङ्क्षित् नास्ति, भिन्नः अस्ति, अतः आर्धातुकप्रत्ययः अस्ति. अतः यत् अत्र आर्धातुक आर्धातुकं प्रत्ययनिमित्तीकृते कार्याणि भवन्ति तदेव भवन्ति, अतः नित् इति आर्धातुकप्रत्ययं प्रत्ययः अस्ति. किमर्थमिति चेत् नित् इति आर्धातुकप्रत्ययमस्ति, अतः तत्र आर्धातुक आर्धातुक प्रत्ययानां ये कार्याणि यानि कार्याणि सन्ति तदेव ते एव भवन्ति, तानि एव भवन्ति, तानि आं तानि एव भवन्ति. अत्र यद् आर्धधातुकप्रक्रियायां भवति तादृशकार्याणि अत्र प्रत्ययस्य, यद्यपि तत् चुरादिगणीयधातुः अस्ति, सार्वधातुक अस्ति, परन्तु निच् इति आर्धधातुकप्रत्ययः इति कृत्वा तत् तादृशप्रक्रिया एव अत्रापि वयं स्वीकुर्मः. कार्यद्वयं भवति, एकं सार्वधातुकम् एकमपि कार्यमस्ति, आर्धधातुककार्यमपि अस्ति. आम् नित् कार्यम् अर्धधातुककार्यं महोदय भवतः प्रश्नः कः न न तत्र कार्यद्वयं भवति इति एकं तु अर्धधातुक प्रकरणस्य कार्यं समीचीनं आम् आम् आम् तत् सत्यं परन्तु एतदपि मनसि भवेत् महोदय तत्र चुरादिगणे सर्वदा तु स्वार्थे एव णिच् विधीयते चुरादिगणे ये धातवः सन्ति तेषां प्रेरणार्थे अपि णिच् भवितुम् अर्हति परन्तु तत्तु भिन्नवार्ता तद् चुरादिगणे न आगच्छति आर्धधातुकप्रक्रियायाम् आगच्छति सूत्रमेव भिन्न भिन्नः अस्ति अस्तु यत् सत्यापपाश तत्रापि भवति सत्यापपाश इत्यनेन चुरादिभ्यः एव णिच् विधीयते तत्र आर्धधातुकप्रक्रियायां भिन्नसूत्राणि सन्ति तद् मनसि भवेत् वदतु भगिनी विजया भगिनी प्रश्नः तत्र नकारस्य नकारस्य नित्यसंज्ञा इति चितु सूत्रेण एव भवति वा आम् आं भगिनि आम् तदेव प्रवर्ग आम् आम् नकारस्य आम् आदि आदिमवर्णः किल चवर्गः टु इति टवर्गः टवर्गस्य पञ्चम अनुनासिकवर्णः नकारः मूर्धन्य समीचीनम् महोदय अग्रे अपि पठतु अस्तु नित्प्रत्ययकारणतः धातुरूपी अङ्गे प्रमुखकार्यत्रयं सम्भवन्ति कार्यत्रयं सम्भवति प्रथमं तु अचोर्णिति अचोर्णिति इति सप्तम अध्यायस्य द्वितीयपादस्य पञ्चादश अधिक एकशतम् एकशततमं सूत्रम् अस्ति 115 अजन्त अङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति नीति नीति प्रत्यये परे येन विधि सदन्तस्य इत्यनेन अचः अङ्गस्य नाम न केवलम् अच् इति अङ्गस्य अपि तु अजन्तस्य अङ्गस्य अलोन्तस्य इत्यनेन अन्तिमवर्णस्य एव स्थाने वृद्धिः एकनिमिष भगिनि उदने क्षम्यतां भगिनि वृद्धिः अत्र ञकार णकार क्षम्यतां महोदय न श्रुतवती मध्ये श्रूयते वा लग्नः जातः इति चिन्तयामि इदानीं सम्यक् किमर्थम् इदानीं श्रूयते किञ्चित् ध्वनि आसीत् अतः म्यूट् मध्ये अभवम् एकनिमिषं शङ्कस्य अस्तु इदानीं पठामि येन विधि सदन्तस्य इत्यनेन अचः अङ्गस्य नाम न केवलम् अच् इत्यङ्गस्य अपि तु अजन्तस्य अङ्गस्य अलोन्तस्य इत्यनेन अन्तिमवर्णस्य एव स्थाने वृद्धिः भवति ञकार ञ च ण च ञणौ ञणौ इति यस्य तत् ञित् तस्मिन् निति द्वन्द्वगर्भब्रहुवि बहुव्रीहिसमासः अस्ति अचः षष्ट्यन्तम् निति सप्तम्यन्तं द्विपदमिदं सूत्रं मृजेर्वृद्धिः इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति अचः अङ्गस्य वृद्धिः निति इति अत्र अचोर्णिति इति सूत्रं वदति अजन्त अङ्गस्य अन्तवर्णस्य वृद्धिः भवति इति इदानीं येन विधि सदन्तस्य अपि च अलोन्तस्य इति सूत्रेण अन्तिमवर्णस्य एव अन्तिमवर्णस्य एव वृद्धिः भवति इदानीम् अन्तिमवर्णस्य अतः अचः अङ्गस्य वृद्धिः अचोर्णिति इति अचः इति अचः स्थाने षष्ठी अचः नितिपरे अङ्गस्य वृद्धिः भवति इति सूत्रं वदति इदानीम् अग्रे उदाहरणं पठामि चीयोग इ इदानीम् इ इति निच् प्रत्यय विहितमस्ति ची इति धातुः अस्ति निच् प्रत्ययं अत्र विधीयते तदा अङ्गस्य इदानीम् इकारान्त अङ्गमस्ति अतः वृद्धिः ऐकार भवति वृद्धिः इकारस्य ऐ एव अतः चै इति भवति चै योग इ इदानीं यचो यवायावः इति सूत्रेण चाय योग इ चायि इति इदानीं चायि इदानीं चायि योग शप् चायि योग अ शप् विहितः इदानीं चाये इदानीं सार्धात्कसूत्रेण अय इति आदेश चाय चाययति इति अन्तिमरूपं सिद्ध्यति तत्र ची योगः इ इति स्थितौ सार्वधातुकार्धधातुकयोः इत्यस्य प्रसक्तिः अस्ति वा हा नास्ति किमर्थम् तिङ्क्षित् सार्वधातुकं नास्ति यत् अर्धधातुकप्रत्ययः अस्ति इकार अपि च णित् अस्ति परन्तु सूत्रं तु सार्वधातुक अर्धधातुकयोः किल महोदय अस्तु सार्वधातुकार्धकयोः इति अस्ति एकनिमिषं किमर्थम् इति सार्वधातुकयोः तत्र गुणः भवति खलु तत् प्रबाद्य भवति वा एतत् तत्र अस्मिन् अचोणिति इति सूत्रं तस्य निमित्तं किं तत्र कुत्र कार्यं करोति अचोणिति अचोर्णिति इति णित् प्रत्यये परे णिच् निमित्तं सम्यक् आम् निमित्तं नास्ति तत् कुत्र कार्यं करोति इति मम प्रश्नः हा तत् अच्वर्णस्य स्थाने अङ्गस्य अच्वर्णः अस्ति सार्धधातुकार्धधातुकयोः सार्धधातुकार्धकयोः अपि च तदपि अङ्गस्य एव भवति खलु आम् अङ्गस्य भवति परन्तु अजन्त अङ्गस्य कार्यं भवति वा सार्वधातुकार्धकयोः इति अजन्ताङ्गस्य न भवति इदानीम् अजन्ताङ्गस्य न भवति सम्पूर्ण अजन्ताङ्गस्य न भवति परन्तु भवति खलु अङ्गं कीदृशं भवेत् सार्वधातुकार्धधातुकयोः इत्यस्य कार्यं कर्तुं गुणः भवति खलु अतः इक् इक् एव आमां कीदृश अङ्गम् इगन्ताङ्गम् इगन्ताङ्गम् इगन्त गुणः भवति चेत् इक् एव भवितुमर्हति इदानीं वृद्धिः अच् भवितुमर्हति किल अजन्तदातुः अचोणिति इति सूत्रम् अजन्ताङ्गस्य भवति अच् इति स्वीकुर्मः चेत् तत्र इक् अपि तस्य भागः अस्ति किल सब्सेट् इति वदामः किल अच् इति पूर्णतया सर्वे स्वराः इक् इत्युक्ते तस्य भागः अस्तु अवगतवान् महोदय तर्हि अस्य सूत्रस्य प्रसक्ति कथं भवति सार्वधातुकार्थक कीदृशं सूत्रमस्ति इदानीं अत्र न परन्तु अस्माकं स्थितिः तु ची योगः इ तद् कीदृशम् अङ्गम् अजन्ताङ्गम् अस्ति खलु अजन्ताङ्गं खलु इगन्तः नास्ति वा सारि इगन्तमपि अस्ति अजन्तमपि इगन्तं भवेदेव किल सब्सेट् एव अस्ति किल अचिति सर्वे स्वराः इगन्तः तस्य भागः एव किल तद् अतः तस्यापि प्रसक्तिः अस्ति एव वयं न वक्तुं शक्नुमः प्रसक्तिः नास्ति इति प्रसक्तिः अस्ति एव तद् प्रबाद्य एव अचोणिति कार्यं करोति अपवादसूत्रमस्ति तर्हि तत्र सर्वत्र सार्वधातुक अर्धधातुकयोः एव कार्यं करोति चेत् अर्धधातुकप्रक्रियायामपि सार्वधातुक अर्धधातुकयोः कार्यं कर्तुं शक्नोति, सार्वधातुकप्रक्रियायामपि तस्य कार्यम् अस्ति एव, परन्तु अचोणिति इत्यस्य अवसरः तु ङिति ङिति प्रत्यये परे एव अस्ति, अन्यत्र नास्ति. सार्वधातुकप्रत्ययः परः अस्ति चेत् तस्य कार्यं तु न भवति एव, किल? अतः अपवादः. इतोपि एकः बिन्दुः अस्ति, परन्तु अपवादः तत् प्रबाध्य एव कार्यं करोति. तदेव दत्तमस्ति अग्रिम परिच्छेदे. अत्र एव महोदय, अजन्तस्य अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति इत्यस्मिन् स्थितौ येन विधिस्तदन्तस्य अनन्तरम् अलोन्त्यस्य किञ्चित् पृथक्तया वदतु, कः कस्य कार्यं कथम् इति. इदानीं येन विधिस्तदन्तस्य इत्यनेन न केवलम् अच् इति अङ्गस्य, इदानीम् अच् इति अङ्गस्य, परन्तु तादृश अङ्गं यस्य अन्ते यस्य अन्तः अजन्तः अस्ति, अजन्ताङ्गस्य. इदानीं इदानीं वृद्धिः सर्वत्र न भवति, अन्ते कुत्र भवति इति चेत् अलोन्तस्य इत्यनेन अन्तिमवर्णस्य एव वृद्धिः भवति इति पारिभाषिकसूत्रे, सारि परिभाषासूत्रे, परिभाषासूत्रेण वयं द्रष्टुं वयं निश्चेतुं शक्नुमः तानि कः इति. सम्यक्, समीचीनं. विधिः विषये येन विधिस्तदन्तस्य अलोन्त्यस्य आदेशविषये तद् येन विधिस्तदन्तस्य सर्वदा न केवलं नाट् ओन्ली बट् आल्सो इति स्थापयामः चेत् भ्रमः एव न भवति. न केवलम् अच् इति अङ्गस्य, परन्तु अजन्तस्य अङ्गस्य अलोन्त्यस्य कुत्र आदेशः भवति इति प्रश्नस्य उत्तरम्. समीचीनम्, उत्तमं. महोदय, तत्र अग्रिमपरिच्छेदः यद्वयं चर्चितवन्तः तदेव अस्ति, पठतु महोदय. अत्र प्रश्नः उदेति यत् चीयोग इति एतादृशेषु प्रसङ्गेषु सार्धातुकार्धातुकयोः इत्यस्य प्रसक्तिः नास्ति किम्? अस्ति एव, किन्तु अचोणिति तु तस्य बाधकसूत्रं, यतोहि सार्धातुकार्धातुकयोः अत्र कार्यं करोति चेत् अचोर्णिति इत्यस्य अन्यत्र अर्धावकाशः न स्यात्. ध्येयं यत् यत्र यत्र अकारान्तधातुतः आर्धातुकप्रत्ययः भवति, यथा खत् योगणिच्, तत्र तत्र अतो लोप इत्यनेन अदन्ताङ्गस्य ह्रस्वः अकारः लोपः भवति, येन अचोर्णिति इत्यस्य प्रसक्तिः नास्ति. अतः अचोर्णिति इति अत्र अपवादभूतसूत्रमस्ति. अस्तु, अत्र सार्धातुकार्धातुकयोः इति सूत्रस्य प्रसक्तिः अस्ति. किमर्थमि चेत् णिच् सार्धातुक आर्धातुक अस्ति, अतः प्रसक्तिः अस्ति. परन्तु अचोर्णिति इति इत्यस्य अन्यत्र लब् यदि सार्धातुक आर्धातुकयोः इति सूत्रं कार्यं करोति चेत् अचोर्णिति इति इत्यस्य लब्धावकाशः न भवति, अतः अपवादभूतसूत्रमस्ति. अग्रिममस्ति ध्येयं यत् यत्र यत्र अकारान्तधातुतः आर्धातुकप्रत्ययः भवति, कथायोगणिच्, तत्र तत्र अतः लोपः भवति, अकारस्य लोपः भवति, अदन्ताङ्गस्य ह्रस्व अकारस्य लोपः भवति, येन अचोर्णिति इत्यस्य प्रसक्तिः नास्ति. अतः अचोर्णिति इति अत्र अपवादभूतसूत्रमस्ति. किम् अहं न जानामि भगिनि, तत्र तत्र प्रायः अन्यत्र तस्य अवकाशः अस्ति वा इति परिशीलनसमये तत्र अन्यत् सूत्रमस्ति, अतो लोपः इति अग्रे आगच्छति, पठामः. तत्र कथयोगः णिच् इति स्थितिः, कथ इति धातुः, तत्र उपदेशे अजनुनासिक इत् तत्र तादृश अनुनासिकवर्णः अन्ते नास्ति, तस्य कथ एव धातुः, औपदेशिकधातुः कथ. तत्र णिच् योजयामः चेत् तत्र अदन्त अङ्गमस्ति, अङ्गम् अदन्तमस्ति, अतः तस्य अकारस्य लोपः भवति, भूत्वा खत् योगः णिच्. तत्र अचोणिति इत्यस्य प्रसक्तिः एव नास्ति, किमर्थमिति अग्रे आगच्छति, अतः तस्मिन् अचोणिति अत्र कार्यं न करोति चेत् तत्र अन्यत्र अन्यत्र न लब्धावकाशः नास्ति, अतः अपवादभूतसूत्रम् तावदेव. अतो लोपः यदा पठिष्यामः तत्र स्पष्टं भवति इतोपि. भगिनि अत्र सूत्रसङ्ख्या परः न भवति, परन्तु लब्धावकाशः नास्ति इति चेत् अपवादसूत्रम्. आम्, यदा अपवादसूत्र सूत्रम् अस्ति चेत् तत्र सूत्रसङ्ख्यायाः किमपि महत्त्वं नास्ति, इट् इस् नाट् इम्पार्टेण्ट्. तत् न द्रष्टव्यमेव पूर्वं वा परं वा इति. अपवादः पूर्वमपि भवितुमर्हति, परसूत्रमपि भवितुमर्हति. अतः तद् तत्र किमपि महत्त्वं नास्ति. यदा अपवादः इति वयं निर्णयं कुर्मः चेत् तावदेव, तत् तत्र एव न द्रष्ट्या. तत्र यत्र यत्र विप्रतिषेधः अस्ति, समानसमये समानकाले तादृशम् अस्ति चेदेव सूत्रसङ्ख्यायाः महत्त्वम्. अत्र तु विप्रतिषेधः एव नास्ति, तत्र यदा अत्र कार्यं न करोति चेत् अन्यत्र तु तस्य लब्धावकाशः एव नास्ति, सर्वत्र सार्वधातुक अर्धधातुकयोः एव कार्यं करोति किल, तस्य प्रसक्तिः सर्वत्र अस्ति. अनन्तरम् अस्य सूत्रं व्यर्थता भवति इति कृत्वा अपवादः तद् प्रबाद्य कार्यं करोति. राजेन्द्रमहोदय द्वितीयसूत्रं पठति वा. अत् उब्धायाः, उब्धायाम् अतः वृद्धिः ङिति णिति प्रत्यये परे, अतः षष्ठ्यन्तम् उब्धायाः षष्ठी अन्तं द्विपदं सूत्रं मृजर्वृद्धि इत्यस्मात् वृद्धि इत्यस्य अनुवृत्तिः, अचो न्यूनति इत्यस्मात् न्यूनति इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य उब्धायाः अतः वृद्धि न्यूनति. अत्र सूत्रं वदति यत् अङ्गस्य यस्य अङ्गस्य उब्धायाः अतः अस्ति, ह्रस्व अकारः अस्ति, तस्य वृद्धिः भवति यथा णिति णिति प्रत्ययः परे अस्ति चेत्. यथा चल् योग इ अत्र उब्धायाः चकारः उत्तरवर्ति अकारः अस्ति, ह्रस्व अकारः अस्ति, तस्य चालि चाल् भवति, चाल् योग इ चालि अन्ततो गत्वा चालयति रूपं निष्पन्नं भवति. अत्र उब्धायाः यः ह्रस्वकारः आसीत् तस्य वृद्धिः भवति, अतः उब्धायाः सूत्रेण सूत्रेण तावदेव किल. तत्र उपधायां वृद्धिः भवति, अतः वृद्धिः भवति इति. प्रथमसूत्रे तु अचोनिति इति सूत्रे तु अजन्त अङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति, अत उपधायाः इति सूत्रेण उपधायां स्थितस्य अकारस्य अतः इति, तत्र तपरकरणमेव कृतं किल, वृद्धिः भवति. इदानीं तु अत्र हलन्तदातवः ये सन्ति तेषां कृते एव सूत्रस्य कार्यम्. आम् आम्, उगन्तलोग उपदस्य च भ्रामे वा भगिनि? आम् आं महोदय. उगन्तलघु लघु उपदस्य च सार्वधातुके आर्धधातुके च प्रत्यये परे पुगन्तस्य अगन्तस्य लघु उपदस्य च एकः गुणः भवति. पूर्वं पठितम् अस्माभिः पठितं सूत्रं तत्र अनुवृत्तिसहितसूत्रमस्ति. पुगन्तलघु उपदस्य च अङ्गस्य एकः गुणः सार्वधातुक आर्धधातुकः. सूत्रं वदति यथा लघु एकः अस्ति उब्धायाम्, उब्धायाम् अवस्थायां लघु एकः अस्ति अङ्गे अङ्गस्य तस्य अङ्ग तत्र लघु एकवर्णानां तत् गुणः भवति सार्वधातुक आर्धक्रियः प्रत्ययः यः परे अस्ति तत् चुर् यथा अत्र चुर् योग इ अत्र उकारस्य पुगन्धलघुपदस्य च सूत्रेण तत्र एकः उकारः अस्ति, उकारस्य ओब् ओब् ओ भवति, चोर् योग इ चोरि आतिदेशिक धातुः भवति, नूतनधातुः अस्ति, सनातनधातवः धातुसंज्ञा प्राप्नोति, तत् अनन्तरम् अन्ततो गत्वा चोरयति अत्र निष्पन्नं भवति रूपम्. अत्रापि हलन्तधातुः एव प्रथमसूत्रमेव अजन्तधातोः कृते, द्वितीयसूत्रमपि हलन्तधातोः उपादायां वृद्धिः, द्वितीयसूत्रं हलन्तधातोः उपादायां गुणः इति सूत्रत्रयं बहु मुख्यमस्ति. एतदेव सूत्रा एतानि एव सूत्राणि तत्र अस्माकम् आर्धधातुकप्रक्रियायामपि आगच्छति. आं महोदय अग्रे अपि एकवारम् अग्रे उदाहरणानि सन्ति तत् आम् पठामि वा तद् आम् आं महोदय. यथा चुर् भुवादयो धातवः तत् सूत्रेण तत् धातुसंज्ञा प्राप्नोति, चुर् योग निच् इदानीं निच् इत्युक्ते चुटु सूत्रेण णकारस्य लोप संज्ञा भूत्वा लोपः भवति, चकारस्य हलन्त्यं सूत्रेण इत्संज्ञा भूत्वा तत् लोपः भवति, अनुबन्धलोप अनन्तरम् इकारः अवशिष्यते. चुर् योग इ इदानीम् उपगन्धलोक उपदस्य च तस्य उकारस्य गुणसंज्ञा भवति, तत् ओ भवति, चोर् योग इ चोरि तद् इदानीं तु सनातनतया धातवः सूत्रेण तस्य चोरि इत्यस्य धातुसंज्ञा प्राप्नु भवति, तदनन्तरं चोरयति अन्ततो गत्वा निष्पन्नं भवति धातुरूपम्. एकवारं निच् सहित धातु निष्पन्नः तदा कर्तर्थक् सार्वधातुकप्रत्यये परे कर्तरि शप् इत्यनेन शप् विकर्णप्रत्ययः विधीयते. इदानीं यथा चोरि यथा भवति तत्र कर्तर्थके तत्र सार्वधातुकप्रत्यये परे कर्तरि शप् सूत्रेण शप् विकर्णप्रत्ययः विधीयते, तत् चोरि योग शप् चोरि योग अ चारुधातु आरुधातुक्योः इत्यनेन गुण इकसंज्ञक वर्णः यः इकारः अस्ति तस्य गुणः भवति चोरे योग अ इदानीम् एचो यवा यावः यान्तवान् सन्धि भूत्वा अत्र चोरै ऐ आग् आग् आदेशः भवति, चोरै भवति, चोरै योग अकारः विकर्णप्रत्ययः चोरै चोरय इति अनन्तम् अङ्गं निष्पन्नं भवति. समीचीनं. चोरयति इति रूपम् अदन्तम् अङ्गं, चोरय इति अदन्तम् अङ्गम् अनन्तरं चोरयति इति रूपम्. सर्वत्र तत्र निच् प्रत्ययः अस्माकं तत्र सत्यापपाश इति दीर्घसूत्रेण विधीयते इति स्मर्तव्यं. यद्यपि तत्र न प्रदर्शितमस्ति परन्तु सर्वत्र निच् प्रत्ययः तस्मिन् सूत्रेण एव विधीयते. सत्यापपाश तूल चुरादिभ्यो निच् इति सूत्रेण एव विधीयते स्वार्थे इति स्मर्तव्यम्. धन्यवादः महोदय. विजया भगिनी पठति वा कर्तरी शप् तत्र प्रथमवाक्यम् अनुवृत्तिसहितसूत्रं भगिनि. तत्र चोरणे इति अदन्तम् अङ्गं निष्पन्नं खलु भगिनि, तत्र अनन्तरं टिप् योगि चोरयति इति निष्पन्नं खलु. आम् आम् आम् अन्तिमवाक्यम् आम् आम् अस्तु भगिनि. कर्तरी शप् धातुतः शप् प्रत्ययः भवति, कर्तृके सार्वधातुकप्रत्यये परे. तत्र अनुवृत्तिसहितसूत्रं धातोः शप् प्रत्ययः परः च कर्तरि सार्वधातुके इति आगच्छति. तत्र कर्तरि प्रयोगे शप् इति प्रत्ययः परः च उपयोगं कुर्मः चेत् सार्वधातुकी इति तत्र सार्वधातुकी उपयोगं कुर्मः चेत् कर्तरि शप् इति रूपं तत्र आगच्छति. कर्तरि धातुतः विधीयते. कर्तमि इत्युक्ते तत्र कर्तमि प्रथमविभक्ति एकवचनं, शप् अपि एक नाम धातुः प्रथमविभक्ति एकवचनं. तत्र अत्र अतः पूर्वकार्यं करनिमित्तमेव भवति. अनन्तरं शप् इति नाम नामकरणम् अनन्तरं आदेशः वा एतद् आगमः भवति. अग्रे पठतु भगिनि. इतः अग्रे सिद्ध तिङ् प्रत्ययानां संयोजनं भवति, यथा द्वादिगणे द्वादिगणे सुदादिगणे च. चोरये इति पूर्वं दृष्टवन्तः. अनन्तरं योगः इति चेत् तत्र चोरयति इति पूर्वरूपम् अन्तिमरूपं निष्पन्नं. तत्र पदव्यवस्था निचः च इति सूत्रं वक्ति यत् क्रियाफलं कर्तृगामि चेत् निजन्तधातुभ्यः आत्मनेपदिनः तिङ् प्रत्ययाः विहितः. अग्रे पठामि वा? आं भगिनि, पठतु. क्रियाफलं परगामि चेत् निजन्तधातुभ्यः परस्मैपदिनः तिङ् प्रत्ययः विहितः. अतः सामान्यतया निजन्तधातवः उभयपदिनः चोरयति चोरयति इति आत्मनेपदि परस्मैपदि इति रूपेण. तत्र कर्तृगामि इति किम् इति अवगतवती वा? क्रियाफलं कर्तृगामि गामि चेत् कर्तृपदं तत्र गम् इति गम् धातु गम् धातु एव खलु भगिनि तत्र? न न, तादृशं नास्ति. तत्र पूर्वम् एकम् उदाहरणं वयं दृष्टवन्तः, देवदत्तः ओदनं किमपि तादृशं. तत्र तत्र सूत्रं वदति, निचश्च इति सूत्रं वदति, क्रियाफलं कर्तृगामि चेत्. क्रियाफलम् इत्युक्ते चोरयति इति अस्माकं क्रियायाः फलं तद् अस्ति चेत् तद् कर्तृगामि कर्तारम् अभिप्रेति चेत् तत्र निजन्त आत्मनेपदिनः भवति. देवदत्तः स्वस्य कृते पाकं करोति इति चेत् पचति, देवदत्तः ओदनं पचति इति आगच्छति. यदा क्रियाफलं परगामि चेत् क्षम्यतां, देवदत्तः ओदनं पचते इति आत्मनेपदिरूपम् आगच्छति. क्रियाफलं परगामि चेत् इत्युक्ते तत्र परस्मैपदि, देवदत्तः ओदनं पचति इति आगच्छति. परेषां कृते, अन्यस्मिन् कृते सः ओदनं पचति चेत्, स्वस्य कृते एव पचति चेत् आत्मनेपदि, परेषां कृते पचति चेत् तत्र परस्मैपदि. इदानीं लौकिकव्यवहारे तादृशं किमपि भेदः नास्ति. पूर्वस्मिन् स्थितौ तादृशम् आसीत्, इदानीं तादृशं नास्ति. वयं परस्मैपदि वा आत्मनेपदि वा इण्टर्चेञ्जबलि इति वदामः किल, तादृशम् उपयोगम् अस्माकं लौकिकव्यवहारे वयं तादृशमेव उपयोगं कुर्मः. पूर्वं तादृशम् आसीत्, स्वस्य कृते इत्युक्ते आत्मनेपदि, परेषां कृते इत्युक्ते परस्मैपदि इति तादृशं तादृशभेदः आसीत्. परन्तु इदानीं तादृशभेदः नास्ति. अवगतवन्तः वा? परन्तु अत्र मुख्यबिन्दुः किम् इत्युक्ते, अस्माकं चुरादिगणे निचश्च इति सूत्रेण तत्र अस्माकं धातुः उभयपदि, आत्मनेपदी अपि परस्मैपदी अपि इति रूपद्वयम् आगच्छति. वयम् अस्मिन् विषये एव पूर्वम् एकस्मिन् वर्गे वयं चिन्तितवन्तः किल, चुरादिगणे रूपं रूपद्वयं भवति वा न वा इति. अतः भवति एव, निचश्च इति सूत्रमस्ति, भवति एव कर्तारम् अभिप्रेति इत्युक्ते आत्मनेपदि, अन्येषां कृते परगामि इत्युक्ते अन्येषां कृते कर्तार क्रियापलं भवति चेत् तत्र परस्मैपदी इति. पठतु भगिनि निचश्च सूत्रम्. विजया भगिनी अस्ति वा? प्रथम अध्याये द्वितीयपाठे चतुःसप्ततिः इति सूत्रं वदति क्रियाफलं कर्तारम् अभिप्रैति चेत् निजन्तेभ्यः निजन्तेभ्यः धातुभ्यः आत्मनेपदं भवति. अत्र प्रत्ययग्रहणे तदन्ताः ग्राह्याः परिभाषा त्रिविंशतिः इति तत्र परिभाषा तदन्तविधिः तत्र सूचयति भवति. अनेन यस्य धातोः अन्ते लिच् प्रत्ययः स्यात् तस्मात् इत्यर्थः निष्पन्नः. लिचुः पञ्चम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रम् अनुदात्त अनुदात्त किङ् अनुदात्त नितः अनुदात्त नित आत्मनेपदम् इत्यस्मात् आत्मनेपदम् इत्यस्य अनुवृत्तिः सवितुनितः कर्तृभि कर्तृभिप्राये क्रियापले कर्तृभिप्राये क्रियापले इत्यनयोः अनुवृत्तिः अनुवृत्तिसहितसूत्रं निचः च आत्मनेपदं कर्तृभिप्राये क्रियापले. एतत् भवत्या इदानीमेव उक्तं तत्र कर्तारम् अभिप्रयति इति तत्र चेत् तत्र निजन्तरूपं धातुभ्यः एव धातुभ्ये धातुतः आत्मनेपदं निष्पन्नं प्रत्ययग्रहणे तदन्तग्राह्याः परिभाषा तदन्तविधि तत्र निचः च इति सूत्रं वदति. अनन्तरं तत्र अनुदात नितः आत्मनेपदम् एतत् आत्मनेपदम् इति सूत्रेण अनुवृत्तिः एव. अनन्तरं स्वरितनितः कर्त्राभिप्राये क्रियापले एतत् कर्त्राभिप्राये क्रियापले इति अनुवृत्तिसहितसूत्रं तत्र अनुवृत्तिसहितसूत्रं निचः च तत्र तदन्तविधिः भवति अन्ते एव तत्र कार्यं करोति एव. निचश्च आत्मनेपदं कर्त्राभिप्राये क्रियापले अतः अस्मिन् सूत्रेण आत्मनेपदं विधीयते यदा कर्तृ उद्दिश्य वा स्वस्य कृते कर्तारम् अभिप्रेति अभिप्रेति इत्युक्ते इच्छति तादृश अर्थे भवति चेत् तत्र आत्मनेपदीरूपं भवति निचश्च इति सूत्रेण. यत्र यत्र वयं प्रत्ययग्रहणे तदन्तः ग्राह्याः इति दृष्टवन्तः तत्र यत्र यत्र प्रत्ययस्य विषये उक्तमस्ति तत्र प्रत्ययग्रहणे तदन्ताः ग्राह्याः इति परिभाषासूत्रम् आगत्य वदति तत्र यस्य धातोः अन्ते निच् प्रत्ययः स्यात् तस्मात् इति. अतः निच् प्रत्ययः यस्य अन्ते न केवलं तदन्तविधिः न केवलम् अन्ते परन्तु तस्मात् तदादिः अपि स्वीकर्तव्यम् इति निचश्च क्षम्यताम् एतद् परिभाषासूत्रं वदति प्रत्ययग्रहणे तदन्ताः ग्राह्याः. प्रत्ययविषये यत्किमपि सूत्रमस्ति तत्र एतत् सूत्रस्य परिशीलनम् आवश्यकम्. तदेव निचश्च. अनन्तरं कथं चोरयते इत्यस्य निचश्च चोरयति रूपं कथम् आगच्छति इति अग्रे दत्तमस्ति तदपि पठतु भगिनि. क्रियापलं कर्तारं न अभिप्रैति चेत् परस्मैपदं भवति. पूर्वम् एव वयं दृष्टवन्तः एतत् विषयं शेषात् कर्तरि परस्मैपदम् इत्यनेन यत्र धातोः आत्मनेपदस्य कारणं नास्ति तत्र कर्तरस्य परस्मैपदं भवति एव. आत्मनेपदस्य कारणं यत्र नास्ति तत्र परस्मैपदम् एव भवति. अनन्तरं यथा सामान्यं धातुविधिः धातोः अन्तिमवर्णस्य आधारेण अस्माभिः विभाजितः भवति विभवः तत्र विभागं भवति. अजन्तदातवः सन्ति अपि च हलन्तदातवः सन्ति. प्रथमम् अजन्तदातून् अवलोकयामः, तदा हलन्तदातून्. तत्र अजन्तदातवः वयं दृष्टवन्तः पूर्वमेव, अ ऐ उ इति अजन्तदातवः अस्ति. अनन्तरं तत्र हलन्तदातवः व्यञ्जनदातवः एव. एतत् प्रथमं वयम् अजन्तदातून् अवलोकयामः इति तत्र दत्तं भगिनि. समीचीनम्. अतः अजन्तदातुसूत्रं तु आम् आं भगिनि, प्रश्नः अस्ति वा? अहं वक्तुं शक्नोमि अधुना. ओ एवं वा, अस्तु समीचीनं. तत्र यदा अजन्तदातुः इति अस्ति चेत् वयं दृष्टवन्तः कार्यं किं भवति इति. हलन्तदातुः इत्युक्ते तत्र उपधायां गुणकार्यं भवति इति अपि दृष्टवन्तः. एतत्तु मातृभिः यद् विभजनं कृतं, पुष्पादीक्षितमहोदयेन यद् विभजनं कृतं तदेव, तस्मिन्नेव विषये अत्र दत्तम् अस्ति. अस्तु, इदानीमेव चुरादिगणस्य आरम्भः. अस्तु, भगिनी पठतु. आं भगिनी वदतु भगिनि. प्रत्ययग्रहणे तदन्ताग्राह्याः इति फस्ट् प्रत्ययविषये निच् अत्र निच् प्रत्ययविषये निजन्ता इति ग्राह्याः इति. समीचीनं. येन विधिः तदन्तस्य ओन्लि अब्जेक्टिव् विशेषण विशेषणविशेष्य अस्ति चेत् अत्र यदा अत्र तु प्रत्ययविषये अस्ति, तत्र किमपि निचश्च आत्मनेपदं कर्त्र्यभिप्राये क्रियापले किमपि तत्र अस्माकं स्पष्टता नास्ति. तदन्तविधिः एव स्वीकुर्मः चेत् निच् इति प्रत्ययस्य एव ग्रहणं भवति. आदिः कुतः आरभ्य इति प्रश्नः अस्ति किल. न केवलं निच् प्रत्ययः, तस्य यद् अङ्गं तस्मात् आरभ्य इति. यद्यपि तत्र प्रत्ययग्रहणे तदन्ताग्राह्याः दत्तमस्ति चेदपि तदन्ता इत्युक्ते कस्य अन्त इत्येव प्रश्नः, कुतः आरभ्य इति प्रश्नस्य उत्तरम्. मयूरः कुतः भगिनि, कुत्र मयूरस्य ध्वनिः? श्रुतवान्. समीचीनम्, उत्तमम्. कुत्र मम गृहे बहवः सन्ति, आगच्छन्ति. ओ एवं वा, परन्तु इदानीं ध्वनिः भवतः गृहे एव वा? न न, मम गृहे न चिन्तयामि, तत्र नास्ति. मम गृहे समीपे अपि भगिनि पीकाक् बहवः. उत्तमं भगिनि. न न, ते इदानीं दे हव् रिमूव्ड् द फारेस्ट्, सो दे आर् द ओन्ली बर्ड्स् विच् आर् सो हण्टिङ्ग् इस् आल्सो प्रोहिबिटेड्. इदानीं लाक्डौन् मध्ये न्यूसेन्स्, न न्यूसेन्स् अपि न न, इण्डिया इण्डिया मध्ये न इण्डिया मध्ये तेषां बिकास् इट्स् इट् नेशनल् बर्ड् एण्ड् अदर् बर्ड्स् आर् नाट् देर् फारेस्ट् आर् नाट् देर् सो वाट् दे आर् डूङ्ग् दे देर् नम्बर्स् हव् ग्रोन् अप् एण्ड् दे आर् ईटिङ्ग् आल् वेजिटेबल् प्लाण्ट्स् एव्रिथिङ्ग् बर्ड्स् विच् आर् परन्तु तस्य ध्वनिः तु सम्यक् अस्ति किल. सम्यक् न बहु सम्यक् अस्ति, ईवन् फोर् दृश्यमपि बहु बहु समीचीनम्. अस्तु अग्रे सरामः. अरुणा भगिनि, परन्तु शास्त्ररीत्या मयूरस्य ध्वनिः कठोरमेव. मैना इति अस्ति खलु, एतत् ध्वनिः एव सम्यक् अस्ति श्रोतुम् अत्र अत्र तु नास्ति एव भगिनि. अतः अहं यदा शृणोमि मम कृते तु बहु सन्तोषः जातः. विज़लिङ्ग् साउण्ड् अस्ति, सम्यक् अस्ति, सम्यक् अस्ति, विज़ल् साउण्ड् अस्ति. पठतु भगिनि. चुरादिगणे दश अधिक चतुर्शतदातवः सन्ति, येषु केचन दातवः नित्यनिजन्ताः, केचन च अनित्यनिजन्ताः। पुनः सामान्यतया उभयपदिनः, किन्तु केचन केवलम् आत्मनेपदिनः। ये दातवः नित्यनिजन्ताः उभयपदिनः च सन्ति, ते अस्मिन् पाठे उपस्थाप्यन्ते सामान्यधातुरूपेण। तदा हे अनित्यनिजन्ताः अथवा आत्मनेपदिनः ते अग्रिमे पाठे दीयन्ते। अत्र तदाधिगणे दश अधिकचतुर्शतः दातवः सन्ति, ते अपि नित्यनिजन्ता, केचन दातवः नित्यनिजन्ताः, केचन अनित्यनिजन्ताः इति द्वे विभजनम् अस्ति। पुनः सामान्यतया उभयपदिनः चुरादिगणे निच् प्रत्यय योजनान्तरं ते सर्वे अङ्गं उभयपदि अस्ति, किन्तु केचन केवलम् आत्मनेपदि अजनपि अपि भवितुं शक्ति भवति। ये दातवः नित्यनिजन्ताः उभयपदिनः सन्ति, ते अस्मिन् पाठे वयं पठामः सामान्यरूपेण। ये दातवः अनित्यनिजन्ताः अथवा आत्मनेपदिनः ते अग्रिमपाठे दीयन्ते। समीचीनम्। अतः विभागद्वयमस्ति, नित्यनिजन्ताः अनित्यनिजन्ताः इति, निजन्तेषु एव विभागद्वयं, नित्यनिजन्ताः अनित्यनिजन्ताः। नित्यनिजन्ताः इत्युक्ते सामान्यदातवः, यस्य ये उभयपदिनः अपि सन्ति। अनन्तरम् अनित्यनिजन्ताः केवलम् आत्मनेपदिनः सन्ति, अतः केवलं परस्मैपदिनः इति किमपि नास्ति। अतः अत्र भागद्वयमेव, उभयपदिनः वा केवलम् आत्मनेपदिनः वा इति। उभयपदिनः इत्युक्ते नित्यनिजन्ताः सामान्यदातवः, अनित्यनिजन्ताः इत्युक्ते विशेषदातवः। तादृश तावदेव तत्र पठतु भगिनि। अजन्तदातवः, अजन्तदातवः प्रथमबिन्दु, आकारान्तदातवः एकधातुः, निच् प्रत्ययपरे आकारान्तधातूनां पुगागमो भवति। चुरादिगणे एक एव आकारान्तधातुः अस्ति, ज्ञा नियोगे आज्ञां ददति इत्यर्थः। अयं ज्ञाधातुः क्रयादिगणस्य अवबोधने ज्ञाधातुतः भिन्नः। अदाति प्रथमम् अजन्तदातवः इति प्रसक्तिः अस्ति, अत्र अस्ति। आकारान्तदातवः एकधातुः एव चुरादिगणे अस्ति, ज्ञाधातु एव आकारान्त चुरादिगणधातु। तत् निच् प्रत्ययपरे आकारान्तदातुना फुक् आगमो भवति। ज्ञाधातु क्रयादिगणे अपि अस्ति, अत्र धातु अवबोधने अर्थः, ज्ञाधातु अर्थः अवबोधने। चुरादिगणे ज्ञाधातस्य अर्थः आज्ञां ददति इति अर्थः। भिन्नार्थेषु भिन्नार्थः अस्ति, तत्र यत्र अत्र अस्ति नियोगे इति अर्थे, तत्र तु अवबोधने इति क्रयादिगणीयधातुः। ज्ञा ज्ञा इति धातुः तत्रापि अस्ति, अत्रापि अस्ति इति। हा पठतु भगिनि सूत्रम्। अर्ति ह्रि ह्री ग्लि रि नुयि छमि आतां पुङ् नौ सूत्रं सप्तमाध्याये तृतीयपादे अष्ट षत्रिंशति धातुः सूत्रम्। अत्र पदच्छेद कृत्वा रु ह्रि व्लि रि नुयि छमायि एभ्यः धातुभ्यः अपि च आकारान्तधातुभ्यः फुक् आगमः भवति निच् प्रत्यये परे। येषां धातूनां फुक् आगमः नौ नौ इति अर्थ नि इत्यस्य सत्यं मन्त्रं नि इत्युक्ते निच् इत्यतः निच् प्रत्यये परे इत्यर्थः आद्यन्तौ टकितौ इत्यनेन धातोः परम् आयाति अयं पुगागमः पुक् इत्यस्मिन् ककार उकार इत्यनयोः इत्संज्ञा लोपश्च पु पकार एव अवशिष्यते अत्तिश्च श्रीश्च व्लीश्च रीश्च क्नुयिश्च क्ष्मायिश्च आच्छ तेषाम् इतरेतरद्वन्द्वः अत्रि ह्री व्ली री क्नुयि क्षम्ययाताः तेषाम् अत्रि ह्री व्ली री क्नुयि क्ष्मायातां षष्ट्यन्त्यं पुक् प्रथमान्तं नौ सप्तम्यन्तं त्रिपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अत्रि ह्री व्ली री क्नुयि क्ष्मायाताम् अङ्गानां पुक् नौ नौ अत्र सूत्रमस्ति अत्रि ह्री व्ली री क्नुयि क्ष्मायातां पुङ् नौ सूत्रं वदति अत्र धातवः सप्तधातवः अस्ति प्रथमं रु धातु ह्री ह्री लि रि नुयि ष्मायि अपि आकारान्तधातुभ्यः पुक् आगमः भवति इति सूत्रं निच् प्रत्यये परे इति सूत्रं वदति पुक् आगम कुत्र आगच्छति इत्येन आद्यन्तौ टकितौ इति सूत्रेण धातोः परम् आयाति आगमः भवति क्षम्यताम् येषां धातूनां पुक् आगमः नौ नौ इति नि इत्यस्य सप्तम्यन्तं रूपं नि इत्युक्ते निच् इत्यतः निच् प्रत्यये परे इति अर्थः तदनन्तरं पुक् आगम पुक् आगम अत्र ककार इति वर्णः उकार अपि इति वर्णः लोपो भवति पकार एव अवशिष्यते अनुवृत्तिसहितसूत्रम् अत्रि ह्री लि रि नुयि ष्मायातां अङ्गानां पुक् नौ अङ्गस्य अधिकारमस्ति ततः अङ्गः अपि अत्र आगच्छति अनुवृत्तिसूत्रसहितेन समीचीनम् अस्माकं कृते तु आकारान्तधातुभ्यः पुक् आगमः भवति निच् प्रत्यये परे तदेव अस्माकं विषयः अस्ति यद्यपि तत्र दातवः केचन धातवः दत्तमस्ति तदापि अस्माकं कृते तु आकारान्तधातुभ्यः पुक् आगमः निच् प्रत्यये परे इत्येव अस्माकं विषयः अस्ति केवलम् एकः एव आकारान्तदातवः चुरादिगणे अस्ति इति कृत्वा अनन्तरम् अस्माकम् अनुवृत्तिसहितसूत्रे तत्र अङ्गानां पुक् नौ इति दत्तमस्ति अङ्गस्य इति अधिकारः अस्ति परन्तु तत्र अङ्गानाम् इत्युक्ते धातुरूपि अङ्गं न्या इति प्रत्ययः एव केवलम् एकः एव प्रत्ययः किल तत्र यदा अर्ति ह्री इति सूत्रेण पुक् आगमः भवति चेत् अङ्गानाम् इत्युक्ते धातुरूपी अङ्गं न्या इति अस्माकं धातुरूपी अङ्गस्य निच् इति क्षम्यतां पुक् इति आगमः भवति इत्येव अर्थः तस्य धन्यवादः भगिनि श्रीवल्ली भगिनी पठति वा आं भगिनि अस्मिन् सन्देहः येषां धातूनां पुक् आगमः नौ नौ नि इत्यस्य सप्तम्यन्तं किं पूर्वकार्यमित्तं पूर्वकार्यं समीचीनं धन्यवादः अस्मिन् सूत्रे ये धातवः सूचिताः ते आकारान्तज्ञा धातुं वर्जयित्वा सुरादिगणे न सन्ति धातुभ्यः निच् प्रत्ययः द्वयोः अर्थयोः भवति स्वार्थे सुरादिगणे प्रेरणार्थे च चुडादिगणीयं ना धातुं विहाय अनेन सूत्रेण सूचितेभ्यः सर्वेभ्यः धातुभ्यः निट् प्रत्ययः प्रेरणार्थे एव यथा व्लि धातुः क्रादिगणे व्लिनाति नोदयति इति अर्थः प्रेरणार्थे निचि पुगाम् आगमः भवति लेपयति इति रूपं पातयति इति अर्थः एते अवशिष्टाः सर्वे धातवः परिशीलयिष्यन्ते आर्थधातुकप्रकरणे यत्र निच् प्रत्ययः प्रेरणार्थे अस्ति सम्प्रति चुरादौ ज्ञाधातौ प्रक्रिया कथम् इति पश्याम आम् ज्ञाधातु वर्जयित्वा सर्वे धातुभ्यः चुरादिगणे न सन्ति निच् प्रत्ययः धातुभ्यः प्रेरणार्थे एव योजयामः आर्धधातुकप्रकरणे निच् प्रत्यय प्रेरणार्थे अस्ति परिशीलयामः एते अवशिष्टाः सर्वे धातवः परिशीलयिष्यन्ते आर्धधातुकप्रकरणे यत्र निच् प्रत्ययः प्रेरणार्थे अस्ति नौ सम्प्रति चुरादौ ज्ञा धातोः प्रक्रिया कथम् इति पश्येम ज्ञायोगः निच् अस्ति ह्री व्लि रि नुयि क्ष्मायातं पुङ्नौ इत्यनेन पुगागमः ज्ञा पुक् इति कित् आद्यन्तौ टकितौ इति सूत्रेण धातोः परः अन्तम् आगच्छति ज्ञायोगः पुक् योगः निच् अनुबन्धलोपे पकारः एव अवशिष्यते पुक् इति प्रत्यये चुटु इति सूत्रेण परन्तु अजनुनासिके इति हलन्त्यम् इति सूत्रेण अनुबन्धलोपः भवति ज्ञायोग पा एव अवशिष्यते ज्ञायोगः पायोगः इ केवलं वर्णमेलेन ज्ञापि इति रूपं भवति ज्ञापि इति सनाद्यन्ता धातवः निट् संयोजनेन सनाद्यन्ता धातवः इति सूत्रेण नूतनधातुः भवति इति अनेन ज्ञापि इति धातुः धातुसंज्ञा भवति ज्ञा अपि धातुः ज्ञापि अपि पृथक्तया धातुः ज्ञापि इति धातोः कर्तरि शिप् कर्तृत्वे सार्वधातुकत्वं प्रत्यये च शिप् कृत्प्रत्यये च शप् विहितः भवति कर्तरि शप् इति सूत्रेण ज्ञापि धातोः शप् इति प्रत्ययः विहितः शप् इति सार्वधातुकप्रत्ययः सार्वधातुक आर्धधातुकयोः गुणः इकः स्थाने इति सूत्रेण ज्ञापि योगः आ इकारस्य स्थाने ज्ञापि इकार अन्त्य इकः स्थाने इकारस्य स्थाने गुणः भवति ईकारस्य गुणः एकारः ज्ञापे योगः आ अत्र एचोयवायावायः इति अनेन अचिपरे ए स्थाने ऐ आदेशः भवति ज्ञाप् योगः ऐ योगः आ ज्ञापय इति अङ्गम् उभयपदि ज्ञापय योगः ति ज्ञापयति कर्तृगामी इति आत्मनेपदरूपं ज्ञापयति लट् विवक्षायां प्रथमपुरुष एकवचने तिक् प्रत्ययः विहितः अग्रे अपि पठतु भगिनि अत्र ज्ञापय इति अङ्गं ज्ञापय इति अङ्गम् अदन्तम् इति अवधेयम् अतः पञ्चमे करपत्रे यः विधिः प्रदर्शितः अङ्गस्य सिद्धतिङ् प्रत्ययानां च संयोजनविधिः इत्यस्मिन् सः एव विधिः अत्रापि प्रयुक्तः भवति अस्माभिः नाम अस्मात् ज्ञापय इति अदन्तङ्गात् लट् लोट् लङ् विधिलिङ् इत्येषां सिद्धतिङ्गप्रत्ययाः विहिताः भवन्ति रूपं ज्ञापयति लट् लकारे ज्ञापयतु लोट् लकारे अज्ञापयत् लङ् लकारे ज्ञापयेत् विधिलिङ् लकारे इत्यादीनि रूपाणि निष्पन्नानि भवन्ति चुरादिगणे एकः एव आकारान्तधातुः अस्ति ज्ञादातु इति आकार एकः आकारान्तधातुः किन्तु प्रेरणार्थकनिचि बहवः एवं सन्ति तेभ्यः अपि प्रक्रिया तथा प्रक्रिया समानमस्ति अर्थं प्रेरणार्थं स्वार्थे परन्तु प्रक्रिया समानं ज्ञादातोः समानमेव अस्ति समानप्रक्रिया भवति परन्तु निच् निच् सत्यापपाश इति सूत्रेण न विधीयते भिन्नसूत्रं भवति निच् विधानार्थम् अनन्तरं प्रक्रिया अन्यप्रक्रिया सर्वे तु समाना हर्ति ह्री सर्वं तु समाना एव नूतनधातुः तत्रापि निष्पन्नम् अनन्तरं कार्यं यदा तिङ् प्रत्ययः योजयामः तत्र कार्यं तु समानमेव अत्र एकः एव धातुः अस्ति ज्ञादातुः नियोगे इति अर्थे अतः एतदेव प्रक्रिया एषा प्रक्रिया समीचीनं धन्यवादः भगिनि रघुपतिमहोदय इगन्तदातवः इगन्तदातवः अत्र चत्वारः दातवः सन्ति चीचयने चू सहने हसने च भू अवकलने अवकल्कने अस्तु मिश्रीकरणे अवकल्कने इत्युक्ते मिश्रीकरणे चिन्तने च धृ प्रसरणे धातुः इकारान्तः उकारान्तः ऋकारान्त इति चेत् अचोर्णिति इति सूत्रस्य प्रसक्तिः अचोर्णिति आच्छ अस्ति ईगन्तदातवः चत्वारः सन्ति अत्र दत्तमस्ति चि चु भू अपि च घृ इति एते सर्वे धातवः अजन्तदातवः सन्ति अतः अचोर्णिति सूत्रेण तेषां वृद्धिः भवति अन्तिमवर्णस्य अचोर्णिति इति सूत्रं वदति अदन्त अङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति णिति णिति प्रत्यये परे इदानीम् उदाहरणं दत्तमस्ति चि योग णिच् अचोर्णिति इति इत्यनेन अङ्गस्य वृद्धिः चै योग इ चाय योग इ चाय सनाद्यन्तदातवः इदानीं चायि इति भवति इदानीं कर्तरि शप् कर्तृत्वे सार्वार्थके तिङ्प्रत्यये च षित् कृत्प्रत्यये च षित् कृत्प्रत्यये च शप् विहितः भवति अतः चायि योग शप् चायि योग अनुबन्धलोपानन्तरं चायि योग इदानीं गुणः भूत्वा चाये चाययति इति अन्तिमसूत्रं यचोयवायावः सन्धिकार्यं भूत्वा अन्तिमरूपमस्ति चाययति इति चाययति अपि च चाययते इति रूपद्वयम् आत्मनेपदीरूपं चाययते चाययति प्रश्नेपदरूपं तथैव अग्रे पठामि वा भगिनि आं तत्र एकः एव ची चयने इति धातुः अस्ति किल तत् स्वादिगणे अपि एकः धातुः अस्ति चिनोति इति रूपम् आगच्छति तादृशं परन्तु एतत्तु भिन्नधातुः अस्ति ची चयने इति तादृशमेव अस्माकं भू इति धातुः तत्र भूसत्तायाम् इति भूवादिगणे अत्र एतत्तु भिन्नधातुः भू अवकल्पने भौ भवति भा भौ भवति भौ योग भौ भौ भा भायि भावि भावि भावयति इति भवति भावयति भावयते इति परन्तु तद् तद् भिन्नधातुः तद् भूसत्तायां धातुः अत्र तु मिश्रीकरणे इति अर्थे भू अवकल्पने तथैव अस्तु तथैव चू योग णिच् चू योग इ अस्ति अत्र उकार अस्ति अतः तस्य वृद्धिः भवति उकारस्य वृद्धिः औ औ इति चौ चौ भवति चौ योग इ इदानीं यचोयवयावः इति सूत्रेण आव् आवि च्यावि इति भवति चावि योग शप् चावे योग चावयति चावयति चावयते इति रूपद्वयं सिद्ध्यति सिद्ध्यतः रूपद्वयं सिद्ध्यति अस्तु इदानीं भूयोग णिच् अत्र भूयोग णिच् भूयोग ई योगः ई भवति. इदानीं यचोयवायः सूत्रेण औकारस्य आवादेशः भावि इति भावि इति आदिदेशिकधातुः भावि योग शप् इदानीं विकरणप्रत्ययः भावि योग शप् सार्धातुकार्धातुकयोः सूत्रेण भावे योग भाव भावयति भावयति इति अन्तिमरूपम् अथवा भावयते रूपद्वयं. तथैव गृ इति णिच् अस्ति गृयोग ई अस्ति. इदानीं वृद्धिः भवति अत्र अत्र वृद्धिः आकारे एव भवति ऋकारस्य स्थाने तपरस्त आकारः भवति. इदानीं उरन् रपरः इति सूत्रेण आर् इति इदानीं धार् धार् योग ई धारि धारियोग धारियोग शप् धारे धारे धारयति धारयते इति अन्तिमरूपं धारयति वा धृ धारयति समीचीनम् आम् महोदय एकवारं स्मारयतु वृद्धिवर्णः के इति. हा वृद्धिवर्णः वृद्धिरादेच् वृद्धिरादेच् इति आत् आत् आकार ऐकार औकार एते वृद्धिरादेच् इति वृद्धिरादे. इदानीम् अत्र आकार एव भवति ऋकारस्य आदेशः परन्तु अत्र रपरः भवति अन् सर्वदा रपरः अन् इति आदेशः सर्वदा रपरः इति उत्तमं धन्यवादः महोदय. राजेन्द्रमहोदय अग्रिम आं भगिनि हलन्तधातवः पदुपदधातव धातवः एकत्रिंशत् धातवः सन्ति अस्ति. अत्र प्रथमस्थने अस्ति आदुपदधातवः उपायः सूत्रं यथा वयं पूर्वं कृतवन्तः वयम् अत् उब्दायः तत्र उब्दायः यः अत् वर्णः अस्ति तस्य वृद्धिः भवति निति निति प्रत्यये परे अकारस्य ह्रस्व अकारस्य आकारः भवति. उदाहरणत्वेन यत् चल् योगिनि अनुबन्धोप अनन्तरं चल् योग इ ध्वनिः बहु अधिकध्वनिः आगच्छति. अरुणा भगिनी म्यूट् करोति किं क्षम्यतां भगिनि. धन्यवादः धन्यवादः. चल् योग इ अत् उब्दायाः अत्र ह्रस्वकारस्य वृद्धिः भवति नित्यनीति प्रत्यये परे चाल् योग इ अत्र सनादन्त्यधातवः सूत्रेण अत्र धातुसंज्ञा भवति भूत्वा तत् चालि चालि नूतनधातुः अस्ति अत्र देशिक धातुः भवति. अत्र कर्तरि शप् कर्तृ अर्थके सङ् साधुधातुकृतिङ् प्रत्यये प्रत्यये च षित् कृत्य कृत् प्रत्यये च शप् विहितः भवति. चालि योग शप् अनुबन्धलोप अनन्तरं षकारपकारस्य इत्संज्ञा भूत्वा लोपं लोपः भूत्वा तत्र चालि योग इदानीं तु सार्धधातु आर्धातुक्योः इकारस्य गुणः भूत्वा एक वर्णस्य गुणः भूत्वा तत् चाले योग एचो यवायावः इति सूत्रेण तत् एकार अनन्तरम् अकारः अस्ति तत्कालम् ऐ आदेशः भवति आदेशः भवति चाल् योग ऐ योग अ चालय चालय इति अङ्गं भवति. चालय योगति चालयति ते अथवा चालयते उभयपदे धातु उपदेन धातु अस्ति तत्कारणात् चालयति चालयते. लट् विवक्षायां प्रथमपुरुषे एकवचने तिप् प्रत्ययः विहितः विहितः भवति. लङ् लकारे तत्र ओ न लङ्लकारे न लड् लड् अस्ति लड् क्षम्यतां लड् योग निच् अत्र ह्रस्व अकारः अस्ति, अत् उपधायाः सूत्रेण तत् लाड् भवति, लाड् योगी लाडि अन्ततो गत्वा लाडयति लाडयते, भद् भद् योगनिच् अत्रापि भद् अत् उपधायाः सूत्रेण तत् भाद् भाद् योगि बाधि बाधयति बाधयते, नट् योगनिच् अत्रापि अत् उपधायाः सूत्रेण तत् स्वकारस्य वृद्धिः भवति, नाट् योगि नाटि नाटयति नाटि नाटयते, अत्र अत् उपधातवः उदाहरणानि सन्ति, ते सन्ति अत्र अत उपधायाः सर्वत्र, तत्र उपधायाम् अतः वृद्धिः निति निति प्रत्यये परे इति, एकत्रिंशत् धातवः सन्ति परन्तु अत्र तु पञ्च वा चत्वारः धातवः एव प्रदर्शिताः, अन्ये अस्माकं पुस्तके सन्ति पाणिनीयधातुपाठे, अन्ये धातवः अपि सन्ति. धन्यवादः महोदय. प्रक्रिया तथैव अस्ति वा? आं, प्रक्रिया समाना प्रक्रिया एव, सर्वत्र समाना एव. धन्यवादः विजया भगिनी. अग्रिमं पठति वा? लघु इगुपद तत्र लघु इग् उपद उपद दातवः षड्विंशतिः दातवः सन्ति. येषाम् उपदायां ह्रस्व इकारः, ह्रस्व उकारः, ह्रस्व ऋकारः च, इक् उपदा उपद दातवः दश, उद् उपद दातवः पञ्चदश, ऋक् उपद दातवः एकः एव. अत्र पुगन्तलघुपदस्य च इत्यनेन गुणकार्यं भवति. एते सप्तविंशतिः सामान्यचुरादिगणीयाः दातवः, नाम नित्य निजन्ताः उभयपदिनः च. अग्रिमे पाठे इतोपि लघु इक् उपद दातवः सन्ति, ये अनित्यनिजन्ताः अथवा आत्मनेपदिनः. तत्र त्रिविधानि त्रीणि विधानि रूपाणि सन्ति तत्र, ह्रस्व इकारः, ह्रस्व उकारः, ह्रस्व ऋकारः इति. तत्र उपदा इक् उपदा दातवः अपि तत्र दश, पञ्चदश, अनन्तरम् एकः इति उकन्तलघुपदस्य एतेन गुणकार्यं तत्र भवति. एतत् किञ्चित् इतोपि अधिकम् अग्रे आयाति इति आयाति इति. पुगन्तलघुपदस्य च इति सूत्रं वदति, सार्वधातुके आर्धधातुके च प्रत्यये परे पुगन्तस्य अङ्गस्य लघु उपदस्य च इकः गुणः भवति. ह्रस्वं चेत् तत्र इकः गुणः भवति एव. अग्रे उदाहरणमपि दत्तं, मुच् योगः निच्, तत्र अनुबन्धलोपे तत्र इ एव तिष्ठति, चकारस्य अनन्तरम् इक नकारस्य लोपं भवति. मुच् योगः इ, तत्र पुगन्तलघुपदस्य च एतेन उपदायां लघु इकः गुणः भवति. अतः मोच् योगः इ, तत्र वर्णमेलनमेव, सनार्दन्त्याः दातवः सन्दन्तं भवति तत्र, इत्यनेन धातुसंज्ञा भवति मोच् इति. अनन्तरं कर्तरि शप् कर्तरके कर्तरर्थे सार्वधातुक सिङ् प्रत्यय च षित् कृत् प्रत्यय च शप् विहितः भवति. कृदन्तं भवति, अनन्तरं सिङ् इति तत्र प्रत्यये परे कार्यं करोति. मोचि इति मोचि योगः शप् तत्र अनुबन्धलोपं लशक् वर्तते इति, अनन्तरम् आलङ्क्यं तस्य लोपः इति, एतत् सर्वम् इत् भवति, अनन्तरम् आ एव तिष्ठति. तत्र मोचि इकारः, अनन्तरं योगः उप अकारः अस्ति, अतः एकारः भवति. सार्वधातुक आर्धधातुकयोः शप् षित् अस्ति, षित् अपि अस्ति, अतः धातोः अन्त्यस्य इकः गुणः, इकारः अनन्तरम् अकारः एकारः भवति, मोचे इति भवति. मोचे योगः अकारः, मोचे योगः आ, यचो एव यावः तत्र कार्यं करोति यान्तवान्तदेशस्य सन्धिः, अतः तत्र मोच् योगः ऐ इति भवति, ए इति ऐ भवति. अनन्तरं योगः अकारः चेत् तत्र मोचय इति तत्र अङ्गं भवति, मोचेययोगः ति इति तिङ्प्रत्ययं योजनेन मोचयति, अनन्तरं चेयति आत्मनेपदीरूपम् अपि अस्ति उभयपदिनः. तत्र लट् विवक्षायाम् अस्ति, तत्र प्रथमपुरुष एकवचनमेव, तत्र चोरयति चोरयति इति तत्र रूपं निष्पन्नं. तावदेव तत्र तिज् योगः तत्र अनुबन्धलोप अनन्तरम् ई एव तिष्ठति, तेज् इति भवति गुणकार्यम्. अनन्तरम् ई योजयामः चेत् तत्र तेजि इति धातुः भवति, तेजि योगः अकारः तेजय इति अङ्गं भवति, तेजय योगः किं प्रत्यय इति योजनेन तत्र तेजयति तेजयते इति परस्मे आत्मनेपदीरूपं निष्पन्नं. तादृशमेव तत्र पृत् इति पृत् योगः इकारः पर्त् इति तत्र उकारस्य उपदेशे अज अनुनासिक इति सूत्रेण तत्र उकारस्य लोपं भवति, पर्त् इति भवति, पर्त् योगः पृत् पृत् इत्यस्य गुणः रेपः पर्त् गुणवर्णः किल पृत् ऋकारः तत्र गुणः भवति किल अर् सर्वदारपरः पर्त् अतः रूपं किं भगिनि अन्तिमरूपं किम् अन्तिमरूपं पर्तय अनन्तरं ति योजनेन पर्तयति इति पर्तयते आत्मने परस्मैपदी निष्पन्नं तत्र. अतः सर्वदा तत्र त्रीणि सूत्राणि एव स्मर्तव्यम्, अचोनिति अथ उपादायाः पुगन्तलघुपदस्य च इति त्रीणि सूत्राणि एव मुख्यसूत्राणि अत्र अस्माकं नित्यनिजन्ताः इत्यस्मिन् विषये. एकः एव भागः अवशिष्टः, तत् प्रायः अग्रिमसप्ताहे पठिष्यामः, समयः जातः. तत्र किमपि नास्ति, अत्र शेषदातवः सन्ति, तत्र किमपि कार्यं नास्ति, केवलं एचो एवायावः इति सन्धिकार्यम् एव इति दत्तमस्ति. अनन्तरम् अग्रिमकरपत्रे विशेषदातवः विषये आगच्छति, तत्र वयं पठिष्यामः. एतत् पठित्वा अग्रे सरामः अग्रिमसप्ताहे. प्रश्नः अस्ति वा भगिनी? तत्र शेषदातवः एव तत्र एकपरिच्छेदमेव खलु एकस्त्रीणि. आम् आम् आम् पूरयिष्यामि. समयः जातः भगिनी, मम तु बुभुक्षा अस्ति. अस्तु, धन्यवादः. धन्यवादः. धन्यवादः भगिनी. धन्यवादः.